तर्हि नमस्सर्वेभ्यः. अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्. प्रवर्तमानः विषयः अस्ति षष्ठी विभक्तिः. कदा षष्ठी विभक्तिं युञ्ज्महे चेत् यदा द्वयोः विषयोः सम्बद्धं सूचितुम् इच्छामः तदा षष्ठीविभक्तेः उपयोगं कुर्मः. यथा मातुः पुत्रः, पितुः पुत्री. गतवर्गेषु वयम् अनेकानाम् अन्तानां षष्ठीरूपाणि दृष्टवन्तः. अद्य एषः विषयः एव स्वीकरणीयः अस्ति. आदौ यथा प्रकारः ध्येयमन्त्रः विजयमहोदयेन पठनीय अस्ति. किं महोदय, पुरतः ध्येयमन्त्रः पठतु पठतु. मम पुरतः नास्ति, तदर्थं पठतु. सर्वे जानन्ति. अष्टो गुणाः पुरुषं दीपयन्ति, प्रज्ञा च कौल्यं च दमं श्रुतं च, पराक्रमश्च बहुभाक्षिता च, दानं यथाशक्ति कृतज्ञता च. अर्थमपि वदतु महोदय. औट् आफ् एय्ट् गुणास् पुरुषैः दीपयन्ति, दट् मीन्स् बै एय्ट् गुणास् बै एय्ट् बै एय्ट् गुणास् बै एय्ट् गुणास् पुरुषैः दीपयन्ति, दट् इस् पुरुषैः श्रेष्ठ. He radiates. There is radiance in a person because of this. Okay. Deepayanti. Okay. So, that is what makes a person bright. Okay. Which are they? Pragya, Kolyam, Dhamma, Shrutah, Parakramas, Bahubhashita, Dhanam. Naiva. Bahubhashita. हा, अबहुभाषिता. बहुभाषिता इत्युक्ते किं महोदय? बहुभाषिता इत्युक्ते किम्? इट्स ऑपोजिट ऑफ दैट. हा, व्हाट इज बहुभाषिता? स्पीकिंग लॉट. हा, अ लॉट. अबहुभाषिता इज नॉट स्पीकिंग टू मच. देन दानम. अस्तु, यथाशक्ति दानम् अपि च कृतज्ञता. अस्तु, धन्यवादाः महोदय, धन्यवादाः. इदानीं षष्ठीविभक्तेः अभ्यासं कुर्मः. तत्र कोष्टके यथा प्रकारः कोष्टके दत्तानां रूपाणि पठामः. कविता भगिनी आरम्भं करोतु. तत्र त्रयोविंशतितमे पुटे अस्ति किल, तत् पठतु. 23. एकवचनं, द्विवचनं, बहुवचनं, कविः, कवेः, कवयोः, कवीनां, कव्योः, कव्योः, कव्योः, कवीनां, वसुः, वसोः, वस्वोः, वसूनां, पिता, पितृः, पितुः, पित्रोः, पित्रोः, पित्रोः, पितॄणां. भगिनी, किमर्थं तत्र प्रतिध्वनिः श्रूयते? प्रतिध्वनिः श्रूयते. नाट् म्यूटेड्. पिता, पित्री, पित्रोः, पितॄणां, पितुः, पितुः, पित्रोः, पितॄणां, पितॄणां, वारी, वारिणः, वारिणोः वारिणां. मधु मधुरः मधुनः मधुनोः मधूनां. सेनानोः सेनानीः सेनानीः सेनान्यः सेनान्योः सेना सेनान्यां सेनान्याम्. धन्यवादः. विजयकुमार् महोदय, तत्र एकविंशतितमे पुटे अस्ति, तत् पठतु कोष्टके यदस्ति तत्. वृक्षः वृक्षस्य वृक्षयो वृक्षाणां. सेना सेनयाः सेनयोः सेनानां. नारी नार्याः नार्योः नारीणां. ज्ञानं ज्ञानस्य ज्ञानयो ज्ञानानां. कृष्णः ज्ञानयोः ज्ञानयोः इति वदनीयं. ज्ञानानां कृष्णः कृष्णस्य. गीता गीतायाः. वाणी वाण्याः. चक्रं चक्रस्य. तत्र महोदय द्विवचनमपि बहुवचनं रूपे अपि वदतु. कृष्णः द्विवचनं बहुवचनं. कृष्णयोः कृष्णानां. गीतयोः गीतानां. वाण्योः वाण्यानां. चक्रयोः चक्रानां. वाण्यानां नास्ति, वाणीनां. वाणीनां बहुवचने. चक्रयोः चक्राणां. चक्राणाम् उत्तमं. धन्यवादः. विशालाक्षी भगिनी, तत्र चतुर्विंशतितमे पुटे यदस्ति तत् पठतु. मतिः मत्याः और् मतेः मत्योः मतीनां. तनुः तन्वाः तनोः तन्वोः तनूनां. चमूः चम्वाः चम्वोः चमूनां. माता मातुः मात्रोः मातॄणां. धन्यवादः. विजयसङ्की महोदय. धन्यवादः. विजयसङ्की महोदय अस्ति किम्? विजयसङ्की महोदय महोदय पुरतः गीतासोपानम् इति पुस्तकम् अस्ति किं भवतः पुरतः? विजयसङ्की महोदय अस्ति किं? न श्रूयते महोदय. विजयसङ्की महोदय विजयसङ्की महोदय अस्तु, क्लेशः अस्ति इति मन्ये. अस्तु, कविता भगिनी, तत्र पञ्चविंशतितमे पुटे यद् सर्वनाम रूपाणि सन्ति तत् पठतु कृपया. आं भगिनि, एतत् पुल्लिङ्गे नपुंसक पुल्लिङ्गे नपुंसकलिङ्गे च. एतस्य एतयोः एतानाम् एतेषाम् एतेषाम् एतेषाम् एतेषां स्त्रीलिङ्गेषु. एतस्याः एतयोः एतानाम् एतासाम् तद् पुल्लिङ्गे नपुंसकलिङ्गे च. तस्य तयोः तेषां स्त्रीलिङ्गेषु. तस्याः तयोः तासाम् अस्मिन् त्रिषु लिङ्गेषु. मम आवयोः अस्माकं. युष्मत् त्रिषु लिङ्गेषु. तव युवयोः युष्माकं. धन्यवादः भगिनी. धन्यवादः. विजयकुमार् महोदय पठतु. आं भगिनि, एतत् पुल्लिङ्गे नपुंसलिङ्गे च एतस्य एतयोः एतेषां स्त्रीलिङ्गे एतस्याः एतयोः एतासां तत् पुल्लिङ्गे नपुंसलिङ्गे च तस्य तयोः तेषां स्त्रीलिङ्गे तस्याः तयोः तासाम् अस्मत् त्रिषु लिङ्गेषु मम आवयोः अस्माकं युष्मत्त्रिषु लिङ्गेषु तव युवयोः युष्माकम्. धन्यवादः. विशालाक्षी भगिनी पठतु. एतत् पुल्लिङ्गे नपुंसकलिङ्गे च एतस्य एतयोः एतेषां स्त्रीलिङ्गे एतस्याः एतयोः एतासां तद् पुल्लिङ्गे नपुंसकलिङ्गे च तस्य तयोः तेषां स्त्रीलिङ्गे तस्याः तयोः तासाम् अस्मत् त्रिषु लिङ्गेषु मम आवयोः अस्माकं युष्मद् त्रिषु लिङ्गेषु तव युवयोः युष्माकम्. धन्यवादः. अस्तु, तर्हि इदानीं गृहकार्यं केनपि कृतं किम्? आं भगिनि. तर्हि वदतु. पठतु पठतु. षष्टि विभक्ति रिलेशन्शिप् न आम् चिन्ता. मम पितामहस्य गृहं गृहं तत्र अस्ति. उत्तमम्. मम भगिन्याः कार्यालयं कार्यालयः कार्यालयं दूरम् अस्ति. दूरे अस्ति. दूरे. ओके. श्री नरेन्द्र मोदी भारत राष्ट्रप्रधानमन्त्री राष्ट्रस्य भारतदेशस्य देशस्य प्रधानमन्त्री. उत्तमम्. देन् भवत्याः लेखिनी कुत्र अस्ति? उत्तमम्. अस्तु, चिन्ता नास्ति, सम्यक् एव कृतवान्, तत्र दोषाः न सन्ति एव. अस्तु, कविता भगिनी. आं भगिनि. आं भगिनि. रामस्य पत्नी सीता. उत्तमम्. इदं लतायाः पुस्तकम्. लतायाः पुस्तकम्. लतायाः लतायाः पुस्तकं. रमायाः पुत्र वरुण. वरुणः. उत्तमम्. वरुणः नृपस्य पुत्रः इति पुत्रः इति पुत्रः इति वदनीयं. पुत्रः च पुत्रः. नृपस्य रथः आसीत्. उत्तमम्. आसीत् आसीत् इत्युक्ते तत्र लकारः कः? पास्ट टेन्स्. उत्तमम्. उत्तमम् उत्तमम्. इदानीं किमर्थं नास्ति? अस्तु, वदतु. स्त्रियाः विभूषणं लज्जा अस्ति. स्त्रियः. स्त्रियः तत्र स्त्री इति स्त्री इति शब्दस्य रूपं किञ्चित् भिन्नम् अस्ति. स्त्रियः स्त्रियः स्त्रियः विभूषणं लज्जा अस्ति. षष्ठी विभक्ति किल. क्षम्यतां भगिनि. सम्यक् सम्यक् एव अस्ति. स्त्रियाः. स्त्रियाः विभूषणं लज्जा अस्ति. फलस्य नाम कदलिका. कदलीफलं किल कदली कदलीफलं कदलीफलं कदली इति अग्रे भारतस्य राजधानी दिल्ली देहली देहली हस्तयोः संयोजनेन अञ्जलिः भवति उत्तमम् अञ्जलिः भवति अञ्जलिः भवति देन् मयूरा बस् लास्ट् मयूराः मेघानां गर्जनम् इच्छन्ति बहुवचने अपि कृतवती उत्तमम् उत्तमं भगिनि विजयसङ्की महोदय वक्तुमिच्छति किं षष्टिविभक्ते विभक्तौ रूपाणि हा इदानीं श्रूयते आं भगिनि नैव एवमेव करणीयं रचनीयं वाक्यानि रचनीयानि अस्तु चिन्ता नास्ति चिन्ता नास्ति चिन्ता नास्ति अस्तु उत्तमम् अग्रे सरेम तत्र इदानीं त्रिंशत्तमे पुटे एकादश बिन्दुः तत् स्वीकरणीयम् आन् पेज् नम्बर् 30 द 11th वन् कविता भगिनी आरम्भं करोतु पठतु आं भगिनि चित्रे वृक्षस्य मूलं फलं च दृष्ट्वा संख्यानां संख्याम् अनुसृत्य कस्य मूलस्य किं फलम् इति लिखत् लिखत कीदृशं पदं लोट्लकार उत्तमम् सम्यक् अस्ति लोट्लकारः इदानीं तत्र प्रश्ने एव षष्टिविभक्तौ के के शब्दाः सन्ति इति वदतु उत्तमं वृक्षस्य आम् आं कस्यापि कस्यापि शिष्य षष्टिविभक्तौ एव अस्ति कस्य अस्तु नो एक्चुलि कस्याः अस्तु यु केन् इट्स् नाट् एन् अव्यय किं शब्दस्य रूपमस्ति अस्तु पठतु भगिनि इदानीं करोतु प्रथमम् अवगतं किल किं करणीयम् किं करणीयमिति अवगतं किल चित्रे वृक्षस्य मूलं तत्र रूट्स् फलं तत्र फ्रूट्स् क्षम्यतां फ्रूट्स् दृष्ट्वा संख्याम् अनुसृत्य इत्युक्ते मूले देट् मीन्स् रूट्स् आल्सो हेव् मूलानामपि सङ्ख्याः सन्ति अपि च फलानामपि सङ्ख्याः सन्ति तत् दृष्ट्वा चिनोतु पठतु करोतु इदानीं अहङ्कारस्य फलं क्रोधं क्रोधः इत्युक्ते क्रोधस्य एकनिमिष क्रोधस्य मूलकारणम् अहङ्कारः अस्ति क्रोधस्य मूलकारणम् अहङ्कारः अस्ति विजयमहोदय भवान् मा वदतु कविता भगिनी एव करोति उत्तरं दत्तवान् उत्तमम् पूर्णवाक्यं वदति क्षमायाः फलं शान्ति फलं शान्ति शान्तिः धन्यवादः इतोपि इतोपि एकं करोतु उद्वेगः उद्वेगः थर्ड् उद्वेगः सन्तापः उद्वेगस्य फलं सन्तापः उत्तमम् उद्वेग इस् औट्बर्स्ट् उद्वेग दिस् वन् वाट् यु काल् एजिटेशन् लैक् दट् एजिटेशन् सन्तापः It, again, it is anxiety like that. Sandhap. Vishalakshi Bhagini, agrimam karotu. Asha. Oh. Asha ha. षष्टी विभक्ति आशा आशायाः आशायाः फलं दुःखं दुःखं भक्तिः भक्तिः ओहो इस् इस् अ डिफरेंट वन् भक्त्याः करेक्ट् भक्तेः भक्तेः बट् देर् इट् इस् रिटन् नो याः आल्सो यु केन् से अन्त मति मत्याः मतेः सो यु केनाट् से देट् भक्तेः हेलो Yes, we can hear you. Okay, but madam cannot hear me. Bhakte he phalam. She is not here. She is, her voice is not there. Yeah. Yeah. Bhakte he phalam punyam. She is not there, I think. She is there, she is there. Avaaz hai. Voice is not there. She has come now. She has left the meeting and gone again. You can say, no? Anyway, भक्त्याः और् भक्तेः फलं पुण्यम् उत्तमं द्वेषस्य पुण्यं किमर्थं पञ्चम बिन्दुः द्रष्टव्यम् भक्त्याः फलम् अथवा भक्तेः फलं तत्र पञ्चमं किम् अस्ति? भगवद् अनुग्रहः, भगवद् अनुग्रहः, भगवद् अनुग्रहः, भगवद् अनुग्रहः. द्वेषस्य फलं मनस्तापः. उत्तमं, धन्यवादः. धन्यवादः. विजयकुमार् महोदय. आं भगिनि. सुचिता. सुचिता इस् पुण्यम्. सुचितायाः सुचिताया फलम् आरोग्यम्. उत्तमम्. परोपकार, दट् इस् पुण्यम्. परोपकारस्य फलं पुण्यम्. धन्यवादः महोदय. धन्यवादः. विजयकङ्की महोदय, करोतु. आं भगिनि. सेवा, मनः शान्ति. पूर्णं वाक्यं वदतु. षष्ठी विभक्ति. सेवायाः फलं मनः शान्ति. मनःशान्ति, उत्तमम्. अग्रे. परिश्रमस्य फलं साफल्यम्. उत्तमम्. अर्थं वदतु महोदय, परिश्रमस्य फलं साफल्यम्. मेहनत का फल सफलता होता है. मेहनत का फल मीठा भी होता है. धन्यवाद. धन्यवाद. तत्र विजय कुमार महोदय, शुचितायाः फलम् आरोग्यम् इति उक्तवान् किल, तत्र अर्थ अर्थम् अर्थः कः? शुचितायाः फलम् आरोग्यम्. उत्तमम्. Leads to good. But Vishalaksh, Arogyam, okay. Arogyam. Vishalakshi Bhagini, Dveshasya, yeah. Dveshasya phalam, kim iti uktavati, manas tapaha iti uktavati. Artham vadatu, artham vadatu. Dveshasya means jealousy. Or... or causing being jealous of an others, or it, that is dveshasya phalam. What is that I told? Manastapaha causes headache. Hello. Hello. Again she has gone. Shruyate kim? Shruyate, shruyate. Man, jealousy causes headache. We say talebishi in Kannada. Mama, you can't hear me? Dhvani shruyate kim? Yes, we can hear you now. Hari Om. Yes, we can hear you, but you can't hear us. Idanim, idanim shruyate. Bhagini, arthah kahi iti uktavati? I said, jealousy causes headache. Tatha vaktum shaknumah. Astu. Actually, Kannada mein talebishi. मनस्तापः तथा एव अस्ति. तथा एव अस्ति. अस्ति. कविता भगिनी, भक्तेः फलं भगवद् अनुग्रहः इत्युक्ते किम्? फ्रूट् आफ् भक्ति इस् गाड्स् ग्रेस्. उत्तमं. अस्तु, धन्यवादः भगिनि. विजयथंसि महोदय, अग्रिमं वाक्यम्, अग्रिमं बिन्दु करोतु. एतानि सुभाषितानि उच्चैः पठता पुण्यस्य फलमिच्छति पुण्यं नेच्छति मानवाः फलं पापस्य नेच्छति पापं कुर्वन्ति बलतः यलतः यत्नतः यत्नतः यत्नतः जनाः पुण्यस्य फलम् इच्छति किन्तु पुण्यकार्याणि कर्तुं न इच्छति इच्छन्ति पापस्य फलं न इच्छन्ति किन्तु प्रयत्नेन पापकार्याणि कुर्वन्ति अर्थं वदतु पुण्यस्य फलं जनाः पुण्यस्य फलम् इच्छन्ति लोग पुण्य का फल इच्छते हैं लेकिन कार्य करना नहीं चाहते हैं और पाप का फल नहीं इच्छते हैं लेकिन पाप कार्य करते हैं कैसे करते हैं हाँ पापं प्रयत्नेन कुर्वन्ति अस्तु तत्र षष्ठी विभक्तौ के के शब्दाः सन्ति इति वदतु पुण्यस्य पापस्य उत्तमं धन्यवादः महोदय विजयकुमार महोदय अग्रिमं करोतु आं भगिनि हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणं स्तोत्रस्य भूषणं शास्त्रं भूषयेः किं प्रयोजनं भूषणैः किं प्रयोजनं दानकरणम् एव हस्तस्य भूषणं सत्यभाषणम् एव कण्ठस्य भूषणं शास्त्रश्रवणम् एव कर्णस्य भूषणं अतः अन्येः आवरणेः किमपि प्रयोजनं नास्ति अन्यैः आभरणैः किमपि प्रयोजनं नास्ति दानकरणम् एव बै गिविङ्ग् द चेरिटि हेण्ड् गेट् हस्तस्य हेण्ड् इस् द भूषणम् इस् ornament. So the, by, instead of bangles, normally bangles are the ornament for the hand, okay. But okay. With that hand, if you give good charity, that only is the ornament. And second is satya bhashanam eva kantasya bhushanam. Speaking truth only is the ornament of kanta, that is neck. Throat you can say, yeah, because neck is griva, huh? So okay. Throat you can say, but the context is. Okay, shastra shravanam evam karnasya bhushanam. By chanting the shastra, chanting or shastra shravanam, chanting va shravanam va. Listening. Listening the Shastra, ears is the Bhushanam. Ears are the ornament. No. The listening to the Shastra is the ornament for the ears. Okay. Atama anne avarane, then what is the use of rest of the ornament? No use of other ornaments if these things. Okay. No use of other तत्र षष्टिविभक्तौ के के शब्दाः सन्ति हस्तस्य कण्ठस्य कर्णस्य दट्स् आल् श्रोतस्य अस्तु धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी अग्रिमं करोतु पापानां शोधकं नित्यं परानन्दस्य बोधकं रोचकं चित्तवृत्तिनां भजध्वं नाम मङ्गलम् भगवतः नाम नाम हा सोरि भजध्वं नाम मङ्गलम् भगवतः नाम पापानां शोधनं करोति परानन्दं बोधयति चित्तवृत्तीनां रोचकं भवति अतः तत् सेवनीयम् सो टेकिङ्ग् गाड्स् नेम् भगवतः नाम पापानां शोधनं करोति all the your sins are cleansed, cleansed. परानन्दं बोधयति. What is परानन्दं? Paranandam is that other happiness, not the material happiness, but that other happiness. Para-anandam. Para-anandam bodhayati. Ityukte bhagavatah nama paranandam bodhayati. So in that sentence, papanam shodhakam it gives you other paranandam. Okay, it gives you other gives you the knowledge of the chitta ananda, that ananda. Ananda, that ananda. चित्तवृत्तीनां रोचकं भवति योर् मैण्ड् बिकम्स् इस् हेपि आल्सो अन्त टेस्ट् या इट् इट् इस् नैस् इट् इस् अ गुड् फीलिङ्ग् यु केन् से रोचकम् इस् लिटरलि बट् हियर् इट् मीन्स् इट् फील्स् गुड् अतः तत् सेवनीयं सो यु शुड् eat sevaniyam is you should swikar that you should do that sevaniyam is eating alwa yeah actually it means that but that's why they say ashnute and all that all these things are something that you enjoy so that is what you should do over here literally you cannot say that but over here you have to take the तत्र षष्टिविभक्तौ के के शब्दाः सन्ति इति वदतु भगिनि उत्तमं पापानां तत्र वचनं किम् बहुवचनम् उत्तमम् उत्तमम् अग्रिमम् चित्तवृत्तीनां परानन्दं परानन्दं नैव परानन्दस्य नै नन्दस्य नै इट् इस् नाट् चित्तवृत्तीनां भगिनी परानन्दस्य विभक्तिः का रामस्य परानन्दस्य इस् नाट् देर् तत्र श्लोके अस्ति किल भगिनी पापानां अच्छा ऐ एम् सीङ्ग् द मीनिङ्ग् ओके ओके ओके सोरि हा परानन्दस्य देन् चित्तवृत्तीनां अस्तु देट्स् आल् अस्तु धन्यवादः अवगतं धन्यवादः अस्तु कविता भगिनी चतुर्दशं बिन्दुं करोतु आम् तत् संख्याकं गीताश्लोकं परिशील्य एतेषां प्रश्नानाम् उत्तराणि एकेन शब्देन लिखत उदाहरणं शङ्खघोषः केषां हृदयानि व्यधारयत् एकनिमिषे भगिनि, अहं अत्र अत्र अहं स्थापयामि, अत्र श्लोकतः उत्तरं दातव्यम्, एकनिमिषम् अत्र शेर् करोमि. इदानीं मम प्रस्तुतिः दृश्यते किम्? दृश्यते दृश्यते किल? हा इदानीं कविता भगिनी इदानीं हा प्रस्तुते अस्तु. इदानीं तत्र उदाहरणं किं दत्तमस्ति? शङ्खघोषः केषां हृदयानि व्यधारयत्. अत्र उत्तरमस्ति, स घोषो धातृराष्ट्राणां हृदयानि व्यधारयत्. केषां हृदयानि व्यधारयत् इति प्रश्ने सति धातृराष्ट्राणां स घोषो, तत्र घोषः अभवत् किल, तत्र धातृराष्ट्राणां हृदयानि व्यधारयत्. व्यधारयत् इस् टु एक्चुलि पियर्स् पियर्स् द हार्ट्स्. So when Krishna and the Pandavas, they blew their conches, that time what happened? Dhartarashtranam, that means the children of Dhritarashtra, their Hridayani Vyadarayat, they pierced their hearts, that kind of a sound it made. Tatha Uttaram Datavyam. Tatra Shashti Vibhaktav kaha shabda hasti? उत्तमम्. इदानीम् अहम् अग्रिमं तत्र स्थापयिष्यामि, त्रयोदश. हा इदानीम् अग्रे पठतु, अग्रिमं करोतु. युद्धे कस्य प्रियची कीर्ष्वः समागताः? भगिनी श्वेतकिं वदतु. युद्धे श्रूयते. युद्धेः कस्य प्रियची कीर्ष्वः समागताः? Priyachikirshava is to do something that pleases somebody. So, who had come over there? Dhartarashtrasya. Dhartarashtrasya Durbuddhehe. Durbuddhe Yudhe Priyachikirshava. Samagataha. Yudhe? कस्य प्रियचिकीर्षवः समागताः? समागताः इस् केम् टुगेदर्, सम् आगताः इस् दोस् हू केम् टुगेदर्. हू हेड् कम् टुगेदर्, हू आर् दीस् पीपल्? ही वाण्टेड् टु नो अर्जुन. सो धार्तराष्ट्रस्य दुर्बुद्धेः, दे वाण्टेड् टु प्लीज् हूम्? दुर्योधनात् दुर्बुद्धि. अवगतं किं भगिनि? कविता भगिनी अवगतं किं? न श्रूयते किम्? ऐ केन् हियर्. इदानीं श्रूयते किं भगिनि? अवगतं किं भगिनी? अवगतं? डिड् यु अण्डर्स्टाण्ड्? ओके, सो प्रियचिकीर्षवः, प्रियचिकीर्षवः इस् दोस् हु वाण्ट् टु प्लीज़, please whom? They want to please not only Duryodhana, but Duryodhana's Durbuddhi. So, Dhartarashtrasya Durbuddhehe Priyachikirshava. Tatra, Shashri Vibhaktav keke shabdaha santi? Dhartarashtrasya. Apichya? Apichya? दुर्बुद्धेः तत्र सन्धिः अस्ति धार्तराष्ट्रस्य दुर्बुद्धेः बोत् आर् इन् षष्ठीविभक्तिः अस्तु अग्रिमं करोतु अग्रिमं करोतु वर्णसङ्करः केषां नरकाय भवति अहम् अत्र स्थापितवती वर्णसङ्करः केषां नरकाय भवति वदतु भगिनि हरि ओं मम ध्वनिः श्रूयते किं वदतु वर्णसङ्करः वर्णसङ्करः वर्णसङ्करः केषां नरकाय भवति वदतु भगिनि अहं श्रोतुं शक्नोमि हरि ओम् शङ्करो नरका एव कुलाग्नानां कुलस्य च पतन्ति पितरो ह्येषां लुप्तपिण्डोकक्रियाः पिण्डोदकक्रियाः देट् इस् अ श्लोक न 1.42 आम् करेक्ट् सो वै हर् शङ्करः इस् द मिक्सिङ्ग् आफ् कास् मिक्सिङ्ग् वर्णसङ्करः वर्ण इस् आल् द फोर् वर्णस् वयः मिक्सिङ्ग् आफ् कास् नरकायैव कस्य नरकायैव वदतु इदानीम् उत्तरं वदतु कुलस्य च कुलग्नानाम् अपि च कुलस्य च तत् मास्तु अत्र प्रश्नस्य उत्तरं तु अस्ति वर्णसङ्करः कुलघ्नानां कुलस्य च नरकाय भवति विच् मीन्स् देट् वेन् देर् इस् अ मिक्सिङ्ग् आफ् कास्ट् देन् द फुल् कम्युनिटि आल् द कम्युनिटीस् विल् फाल् डौन् ओके द फुल् कम्युनिटि एस् वेल् एस् द फेमिलि So this will be Kulagna Naam. And Kulasya cha. Both are in Shashti, no? Who's Kulasya api cha Kulagna Naam? It is written here to answer in one word. Uttarani ekena shabdena likhata. Supposing we say Kulasya, will it be wrong then? No, it won't be wrong. Kulagna Naam and Kulasya both are correct. And in fact, you have to put both because it is expected that you put in Shashti Vibhakti. Ekena Shabdena is fine. Okay. But, Chinta Nasti. But ideally, both the words have to come. If you tell only Kulasya also, there is nothing wrong in it. Kulagna Naam also, nothing. But you should put both. अस्तु अवगतं किल इदानीं विशालाक्षी भगिनी अग्रिमं नरके केषाम् अनियतं वासः भवति वदतु भगिनि नरके केषाम् अनियतं वासः भवति इत्यनुशुश्रुम मनुष्य वदतु अनुशुश्रुमा नैव भगिनि अनुशुश्रुमा तत्र षष्ठीविभक्तिः कुत्र अस्ति षष्ठीविभक्तिः कुत्र अस्ति तत्र हूस् हू इस् द वन् हू नरके केषां नरके केषाम् अनियतं वासः भवति केषां हूस् इट् इस् एक्स्पेक्टेड् देट् इट् इस् द सम्बन्धः रैट् हूस् देर्स् सो हूस् मनुष्याणां ओ लैक् देट् यु हव् टु टेल् मनुष्याणां नरके वासः भवति केषां नरके अनियतं वासः भवति मनुष्याणां मनुष्याणां वासः भवति मनुष्याणां मनुष्याणाम् ओके अस्तु धन्यवादाः किञ्चित् तत्र क्लेशः अस्ति परन्तु प्रयत्नं तु करणीयम् एव ओके एकनिमिष इदानीं विजयकुमार् महोदय करोतु अग्रिमम् आं भगिनि कस्य मृत्यु ध्रुवः कस्य जन्म च ध्रुवम् जातस्य हि ध्रुवो मृत्यु ध्रुवं जन्म मृतस्य च सरि कस्य मृत्यु ध्रुवं कस्य च जातस्य जातस्य मृत्युः ध्रुवः अर्थः किम् इत्युक्ते जातस्य वन् हू इस् बोर्न् वन् हू इस् बोर्न् जातस्य इस् वन् हू इस् बोर्न् सो कस्य मृत्युः ध्रुवः ध्रुवः इस् सर्टेन् क्षम्यता ये ध्रुव इस् सर्टेन्टि श्योर्लि सो डेत् इस् सर्टेन् फार् वन् हू इस् बोर्न् कस्य जन्म च ध्रुवं मृतस्य मृतस्य जन्म ध्रुवं वन् हू इस् डैस् इस् सर्टेन् टु बि बोर्न् अन्लेस् हि गेट्स् मोक्ष देट् इस् नाट् रिटन् ओवर् हियर् परन्तु तत्तु जानीमः अस्तु धन्यवादः महोदय धन्यवादः तत्र विजय थङ्क् महोदय अग्रिमं करोतु भगवान् कदा आत्मानं सृजति यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् तर्हि कदा आत्मानं सृजति यदा देर् विल् बि तत्र चिन्ता नास्ति अहं तु इच्छामि यत् वाक्यं पूर्णतया वदतु इति भगवान् कदा आत्मानं सृजति नैव एवं नैव तत्र कदा कदा आत्मानं सृजति यदा धर्मस्य ग्लानिः भवति तदा आत्मा तत्र देट् इस् नाट् दि अदर् वन् इस् नाट् अभ्युत्थानम् इस् टु लिफ्ट् अप् टु लिफ्ट् अप् ओके सो इह ग्लानिः यदा भवति तद् अधर्मस्य उत्थानं कर्तुम् अपि च ग्लानिः यदा भवति तदा ओके देट् वन् सेण्टेन्स् इस् इनाफ् सो ओवर् देर् दि अदर् इस् वाय् अधर्मस्य उत्थानं सो देट् इस् वाय् ओवर् हियर् इट् इस् धर्मस्य ग्लानिः यदा भवति तदा आत्मानं सृजति अग्रिमं करोतु. कृष्णः कयोः मध्ये रथं स्थापयति. सेनयोरुभयोर्मध्ये रथं स्थापयति. एवमेव जानाति किम्? हा उत्तमम् उत्तमं. सेनयोः उभयोः मध्ये रथं स्थापयति. उत्तमम्. अस्तु, इदानीं तत्र महोदय भवानेव आरम्भं करोतु कथायाः पठनं. शशकः नकुलः मार्जारे च एकदिने गृहात् प्रस्थितः एकः शशकः स्वादुं तृणं खादितुम् अगच्छत्. Don't know the meaning. अर्थं वदतु. प्रयत्नं करोतु महोदय, प्रयत्नं करोतु, चिन्ता नास्ति, सहायं कुर्मः भवतः. एकदिने इत्युक्ते किम्? वन् डे. गृहात् प्रस्थितः, बिफोर् हिस् हौस्. नो, गृहात् इस् पञ्चमी विभक्ति. सो फ्रोम् द हौस् प्रस्थितः इस् वन् हू इस् स्टार्टिङ्ग्, वन् हू इस् लीविङ्ग् द हौस्. एकः शशकः, शशकः इस् राबिट्. स्वादुं तृणम्, स्वादुं तृणम् इस् टेस्टि ग्रास्. खादितुम् इन् आर्डर् टु ईट् अगच्छत्, हि वेण्ट्. What is Nakulaha? Agree with? Nakulaha is mongoose. Mongoose. Marjari is cat. Rabbit. Cat, female cat. Marjaraha is male cat. Astu, agree mam patatu, mahoday? Parantu, gruhasya pidhanam kartum sa vismrutvan. पिधानम्, पिधानम् इस् लाकिङ्ग्. ओके, हि फर्गोट् टु लॉक द हाउस. सो हि ऑफ द हाउस हि फर्गोट् टु डू द लॉकिङ्ग. गृहस्य, गृहस्य इति पदस्य विभक्तिः का? षष्ठी. षष्ठी, उत्तमम्. अग्रिमम्. यदा शशकः गृहे न आसीत् तदा एकः नकुलः तत्र आगत्य शशकस्य गृहं प्रविष्टवान्. When the rabbit was not at home, at that time the mongoose came to the rabbit house. Entered the राबिट्स् हौस्. धन्यवादः विशालाक्षी भगिनी, अग्रिमं करोतु. तस्मै शशकस्य गृहम् अरोचत, अतः तत्रैव निवसितुं निश्चयं कृतवान्. That rabbit, what is अरोचत? अरोचत हि liked it. Arochata. He liked the house. He found it interesting. He liked the house and so he decided to stay there. There only. Tasmai is over there. Fourth Vibhakti. Arochata. Arochata is there. So Tasmai, fourth Vibhakti. Astu, agrimam. Shashakaha agatya nakulam drishtva cha avadat. अवदत् नकुलम् यु सेड् इस् मङ्गूस्. द मङ्गूस् सा द राबिट्, शशकः आगत्य आफ्टर् कमिङ्ग् बेक् द रेबिट् नकुलं दृष्ट्वा हि सॉ द रेबिट् मंगूस् वाट् इस् अवदत् he said yeah mama gruhat nirgacchatu shigram iti go away from my house immediately agrimam parantu nakulah gantum na angikrutavan but the mongoose did not agree okay angikritavan means agree agree na angikritavan so he did not agree he did not agree to go gantum means to go no in order to go he was not agreeable okay he did not agree. Eka samipastha marjari कलहं निवारयितुम् अग्रे आगतवती वन् नियर् बै वन् केट् केम् टु साल्व् द क्वारल् कलहं क्वारल् साल्व् निवारयितुं धन्यवादः विजय कुमार महोदय अग्रिमं पठतु सा अवदतः समीपम् आगच्छताम् अहं श्रोतुं न शक्नोमि सा अवदत् आफ्टर्वर्ड्स् नियर् कमिङ्ग् सा अवदत् वाट् इस् द मीनिङ्ग् आफ् सा अवदत् Who is this sa? Rabbit. Naiva. Eka samipastha marjari kalaham nivarayitum agre agatavati. The cat came forward, right? So she said, sa avadat. What she said? Coming nearer to me. Come nearer to me. I will... Naiva, aham shrotum na shaknomi. I cannot hear you all, so come closer to me. Okay. Bhavantoho mama hai ekasmin karna hai. Karne vadatam. Iti. भवन्तोः मम एकस्मिन् कर्णे वदतां भवन्तौ मम एकस्मिन् कर्णे वदताम् वन् आफ् द इयर्स् बोत् आफ् यू सो भवन्तौ इस् बोत् आफ् यू दे इन् ईच् इयर् यू टेल् मी एकस्मिन् कर्णे यू टेल् मी ओके उभयोः शङ्कयाः वीना एव मार्जर्याः उकातानुसारं कृतवन्तौ देर् इस् अ टैपिङ्ग् एरर् तत्र टङ्कनस्य दोषः अस्ति उक्तानुसारम् इति भवनीयम् उक्तानुसारम् यु हेव् टु एक्स्प्लेन् आल् दिस् ऐ कान्ट् ओके उभौ बोत् आफ् देम् Shankaya Vina, without any hesitation, without any doubt, they did not doubt her intentions, Eva, without any doubt at all, Marjaryaha Uktanusar, as she said, Kritavantav, they did, both of them did. Agrimam. Shani Eva Marjari Drau Khadanartham Swaha स्वहस्ताभ्यां गृहीतवती आफ्टर् शनि एव आफ्टर् ए मूमेण्ट् मङ्कोस् मार्जारी केट् मार्जारी कैट द्रौ खादनार्थ पकड़ के हस्ताभ्य खादनार्थं शी कॉट क्षणे एव दोनों को पकड़ के स्व हस्ताभ्यां विद बोथ हैंड शी कॉट ईच वन ऑफ देम एंड अस्तु धन्यवादः कविता भगिनी एकमेव वाक्यं परिशिष्टम् अस्ति पठतु तत् वाक्यम् एवम् एवं तदा कालः समाप्तम् असंशयम् समाप्तः समाप्तः असंशयम् नो डाउट सो देयर दिस थिंग डिस्प्यूट वाज रिजॉल्वड हाउ इट वाज रिजॉल्वड इट वाज रिजॉल्वड बाय हर ईटिंग देम अस्तु विभक्तिवल्लरीम् उद्घाटयन्तु विभक्तिवल्लरीम् अस्ति किम् आं भगिनि जस्ट् मिनिट् जस्ट् मिनिट् ततः कुर्मः सप्तचत्वारिंशत्तमे पुटे अभ्यासाः सन्ति 47 एतत् सर्वं कृतवन्तः पञ्चमतमः तत्र क्षम्यतां पञ्चाशत्तमं पुटम् उद्घाटयन्तु 50th one 50 इदानीं पञ्चमं करोतु पञ्चमम् अभ्यासः 5th one अभ्यासः सुनीलः यानि कार्याणि कृतवान् तेषाम् आवली अद्य अस्ति अधः अस्ति तथा धारेण सः क्रमात् पूर्व हि किं कृतवान् कस्मात् पूर्वं किं कृतवान् इति निर्दिशत प्रथमं करोतु तत्र प्रथमं तत्र उदाहरणं दत्तमस्ति तत् पठतु देवानां स्मरणतः पूर्वं देवानां स्मरणतः पूर्वं सुनीलः श्लोकान् कंठस्थीकृतवान् सो इन द टेबल देयर इज इन द टेबल देयर इज अ लिस्ट ऑफ व्हाट ही डिड आफ्टर व्हाट नाउ यू हैव टू टेल बिफोर व्हाट ही हैज डन सो श्लोकान् कंठस्थीकृतवान् अनन्तरं देवान् स्मृतवान् तर्हि सः किं कृतवान् देवानां स्मरणतः पूर्वं सुनीलः श्लोकान् कंठस्थी कृतवान् सो देवानां देवान् स्मृतवान् देट् मीन्स् ही रिमेम्बर्ड् द गाड् सो वाट् ही डिड् श्लोकान् कण्ठस्थ कृतवान् वाट् ही डिड् आफ्टर् देट् सो बिफोर् देट् वाट् ही डिड् यु हेव् टु टेल् देवान् स्मरणतः पूर्वं सुनीलः श्लोकान् कण्ठस्थी कृतवान् अवगतम् अस्तु इदानीम् अग्रिमं करोतु कण्ठस्थीकरणतः पूर्व सुनीलः फलानि खादितवान् देवान् स्मृतवान् देवानां स्मरणतः पूर्वम् इदानीं श्लोकानां कण्ठस्थीकरणतः पूर्वं सुनीलः फलानि खादितवान् बिफोर् ईटिङ्ग् द फ्रूट्स् वाट् डिड् ही डू ही डिड् द बैहार्टिङ्ग् आफ् द श्लोकास् He did the bihati of the shlokas. अवगतं किम्? आं भगिनि, आं भगिनि. अग्रिमं करोतु. खादनतः पूर्वं सुनीलः बालान् पठितवान्. बालान् पठितवान् बालान् फलानि न अवगतवती किम्? यु हेव् नाट् अण्डर्स्टुड् ओवर् हियर् इन् द लिस्ट्. ओके, ऐ टेल् यु. इन् द लिस्ट् वाट् हेस् हेपन्ड् इस् दे हेव् गिवन् अ फुल् चार्ट् आफ़् वाट् सुनील् डिड् आफ्टर् वाट्. सो आपणं गतवान्. फस्ट् हि वेण्ट् टु द आपणं, देन् हि बाट् थिङ्ग्स्, देन् हि डिड् दिस्, देन् हि डिड्. नौ वी आर् गोयिङ्ग् इन् द आपोसिट् डैरेक्षन्. सो इन् द आपोसिट् डैरेक्षन् वाट् वी आर् सेयिङ्ग् इस् what did he do before doing what. Okay, so over here phalanam khadanatah purvam, that means before the eating of fruits, before the eating of fruits, what did Sunil do? He taught the children. Balan pathitavan. Did you understand now? Understood. Huh? So before studying the children, he patrika patitavan, like that. Iranim agrimam karotu. It's important to understand. Patanata purvam sunilah patrika patitavan. Balan patitavan. बालानां षष्ठी विभक्ति. वै? बिकास् नौ वी आर् चेञ्जिङ्ग् इट् इन् टु द एब्स्ट्राक्ट्. बिफोर् द टीचिङ्ग् आफ् द स्टूडेण्ट्स् या बिफोर् द टी सो हियर् पाठनतः आफ् द स्टूडेण्ट् द टीचिङ्ग् बिफोर् डूयिङ्ग् देट् सुनील् रेड् द न्यूस् पेपर्स्. अवगतं किल? इदानीम् एकं कार्यं करोतु. तत्र द्वितीयस्य वाक्यस्य अर्थं वदतु. श्लोकानां कण्ठस्थीकरणतः पूर्वं सुनीलः फलानि खादितवान्. तस्य वाक्यस्य अर्थं वदतु. बिफोर् मेमोरैसिङ्ग् द श्लोक, हि एट् द फ्रूट्स्. सुनील् एट् द फ्रूट् बिफोर् मेमोरैसिङ्ग् द श्लोक. सुनील् एट् द फ्रूट्. आं भगिनि. आम् आम् सत्यम्. अग्रिमम् अग्रिमं खादनतः पूर्वं सुनीलः बालान् पठितवान्. फलं खादनतः पूर्वं सुनीलः बालान् पाठितवान्. बिफोर् ईटिङ्ग् द फ्रूट् सुनील् taught the kids. So before the eating of the fruits, we'll put it that way because Shashti Vibhakti is there. Before the eating of the fruit, Sunil taught the children. Dhanyavadah. Idani Vijay Kumar Mahoday, agrimam karotu. Aam Bhagini. Patanatah purvai sunilah patrani likhitavan. पत्रिकाः. क्षम्यतां महोदय. पत्राणि पत्रिकानां पठनतः पूर्वै सुनीलः पूर्वं सुनीलः पत्राणि लिखितवान्. So it will be patrikanam patanatah. Is right? Artham vadato. Before reading the book. Newspapers, patrikanam is before doing the reading of the newspaper. What did Sunil do? he writes. Yeah, he wrote letters. He wrote letters. Agrimam. 60. Lekhanatah purvaihi sunila. Purvam, mahodaya, purvam. Lekhanatah purvam sunila vastrani shalitavan. पत्राणां नाम तत्र ऋकारः अस्ति पत्राणां लेखनतः पूर्वं सुनीलः वस्त्राणि शालितवान् बिफोर् राइटिंग द लेटर सुनील वॉशेस द क्लोथ उत्तमं धन्यवादः तत्र पत्राणां इति किमर्थम् इत्युक्ते रेफः अस्ति तत्र पत्राणां अस्तु धन्यवादः विजय थंकी महोदय करोतु अग्रिमम् आम भगिनी वस्त्राणां क्षालनतः पूर्व सुनीलः सस्यानि आरोपितवान् बिफोर वॉशिंग द क्लोथ्स Sunil sasyani aropitavan sasyani means he planted the he what you sow the seeds he sowed the seeds plants actually sasyani is plants okay before washing the clothes Sunil planted the seeds of plants सस्यानाम् आरोपणतः पूर्व सुनीलः मित्राणि दृष्टवान् बिफोर् सोयिङ्ग् द प्लाण्ट्स् सुनील् शो द फ्रेण्ड्स् हि सो द फ्रेण्ड्स् दृष्टवान् हि सो सस्यानाम् आरोपणतः दे टु ब्रिङ्ग् औट् द षष्ठी विभक्तिः वाट् वी शुड् से इस् बिफोर् डूयिङ्ग् द सोयिङ्ग् आफ् द प्लाण्ट्स् ओके आफ् द प्लाण्ट्स् दट् रिलेशन्शिप् शुड् कम् ओके धन्यवादः महोदय विशालाक्षी भगिनी अग्रिमं करोतु मित्राणां दर्शनतः पूर्वं सुनीलः वस्तूनि क्रीतवान् बिफोर् द बिफोर् हिस् सीङ्ग् उत्तमं या सीङ्ग् आफ् हिस् फ्रेण्ड्स् बिफोर् हिस् द सुनील् बाट् सम् थिङ्ग्स् अग्रिम वस्तूनां क्रयणतः पूर्वं सुनीलः आपणं गतवान् बिफोर् बायिङ्ग् आफ् द थिङ्ग्स् सुनील् वेण्ट् टु द शाप् उत्तमम् अत्र नैव दशनिमेषाः सन्ति अग्रिमं करोतु पठतु अध्यापकः कस्याः केषां कासां प्रतिभां दृष्टवान् न दृष्टवान् इति अधः निर्दिष्टम् अस्ति तदाधारेण वाक्यानि रचयत् आदौ उदाहरणं पठतु ओके वन् मिनिट् उदाहरणः अध्यापकः तस्य प्रतिभां दृष्टवान् एतस्य प्रतिभां न दृष्टवान् ओके सो तत्र कोष्टके नौ सी द प्रीवियस् पेज् कोष्टके सः एषः सा एषा भवान् भवति एताः एते ते ताः अहं वयं भवत्यः भवन्तः इति लिखितम् अस्ति तर्हि किं करणीयम् इत्युक्ते तत्र षष्टिविभक्तौ वदनीयं सो अध्यापकः सः इस् दे सो सः इस् वाट् सः इस् हि what you have to say? His pratibham. Pratibham so is tatsya. There. Hmm. Pratibham is there. Cleverness over there, here, you can say. Yeah. So for that saha, you say tatsya. Tatsya. And for eshaha, it becomes etasya. Etasya. So, but tatsya there means singular. First, ekavachanam. Yes, uttama. Ekavachanam. So, because saha is in ekavachanam, you are saying tasya. Okay? Eshaha. So, that voice he did not see. He saw. And this voice, eshaha is this boy. This. Okay? You got it? So, tasya. Yeah. Etasya. Yeah. Idani. Agrimam karotu. Sa esha. Vadatu idani. No. Poshtakam drishtva vadatu chinta nasti. Tatra asti. Gita sopanam iti pustake. Pancha vimshati tamaha pute. 25, 1 minute. तत्र कोष्टके अस्ति. इदानीं सा एषा लिङ्गं किम् एषा सा एषा स्त्रीलिङ्गे स्त्रीलिङ्गे सो इदानीं अध्यापकः वन् सेकेण्ड् एतस्याः प्रतिभां दृष्टवान् एकनिमिष तत्र कोष्टके क्रास् अस्ति इत्युक्ते न दृष्टवान् टिक् अस्ति इत्युक्ते दृष्टवान् सो सा सो फर् सात् एतस्याः प्रतिभां दृष्टवान् तस्याः देट् सा इस् देट् गर्ल् सो तस्याः द टिक् मार्क् इस् फर् सा सा वाट् इस् द षष्ठी विभक्तिः तस्याः सो तस्याः प्रतिभां दृष्टवान् कस्य न एतस्याः इस् इट् एतस्याः न दृष्टवान् ओके अण्डर्स्टुड् नौ ओके सो एतत् वेर् इट् इस् एषा तद् वेर् इट् इट् इस् सा वेदप्रातिपदिक ओके अस्तु अग्रिमं करोतु थर्ड् वन् इस् भवान् भवान् तु न जानाति किल तर्हि अहं वदामि फार् मेल् इट् इस् भवतः एण्ड् फार् फीमेल् इट् इस् भवत्याः ओके फार् मेल् इन् एकवचने भवतः अपि च भवत्याः फार् फीमेल् इदानीं वदतु अध्यापकः भवत्याः प्रतिभां दृष्टवान् भवतः इस् योर्स् भवतः प्रतिभां दृष्टवान् देन् वाट् डिड् यू से भवत्याः प्रतिभां न दृष्टवान् बिकास् इट् इस् भवति Is it? Yes. Okay. धन्यवादः भगिनि धन्यवादः धन्यवादः विजय थङ्की महोदय अग्रिमं करोतु आं भगिनि फोर्थ् वन् एताः एते एताः लिङ्गं किम् एताः स्त्रीलिङ्गं स्त्रीलिङ्गम् अवचनं किम् एकवचनं नैव एताः सा ते ताः बहुवचने तर्हि इदानीं षष्टिविभक्तिः का तस्य पदस्य बहुवचने एतद् इति शब्दस्य स्त्रीलिङ्गे स्त्रीलिङ्गे एतत् शब्दस्य बहुवचनं षष्ठीविभक्तेः किमस्ति? एतासाम् अपि च एते एते तत्र लिङ्गं किम्? नैव नैव नैव सः तौ ते एषः एते एषः एतौ एतेः एते क्षम्यतां. तर्हि तत्र षष्ठीविभक्तिः का बहुवचने? एतेषाम्. इदानीं वाक्यं वदतु. अध्यापकः एतासां प्रतिभां दृष्टवान्, एतेषां प्रतिभा न दृष्टवान्. उत्तमम्. अग्रिमं करोतु. फिफ्थ् वन्. ते ताः ते मीन्स् एकवचनम् एकवचनं नैव महोदय. हा पुंलिङ्गे बहु उत्तमं. पुंलिङ्गे बहुवचनं तत्र षष्ठीविभक्तिः का? ते लिखितमस्ति महोदय. तत्र तद् इति स्वीकरणीयं. तद् इति प्रातिपदिकं. हा तेषां तेषाम्. अपि च तत्र ताः तासां तासां वदतु इदानीं. तेषां मीन् तासां. ओके. अध्यापकः तेषां प्रतिभा प्रतिभां दृष्टवान्, तासां प्रतिभां न दृष्टवान्. उत्तमं. धन्यवादः. कविता भगिनी अग्रिमं करोतु. अहं वयम् अध्यापकः अध्यापकः मम अध्यापकः उत्तमं प्रतिभां दृष्टवान् अस्माकं प्रतिभां न दृष्टवान्. उत्तमं. अस्तु अग्रिमं वदतु जानाति चेत् तर्हि वदतु. भवत् इति शब्दस्य रूपाणि न कृतवन्तः भवन् परन्तु भवत् इति शब्दस्य प्रथमाविभक्तौ भवत्यः स्त्रीलिङ्गे अस्ति बहुवचने, अपि च पुंलिङ्गे भवन्तः अस्ति. तर्हि तत्र भवतीनाम् अपि च भवतां पुंलिङ्गे षष्ठीविभक्ति. अस्तु. भवतीनां प्रतिभां दृष्टवान् भवतानां प्रतिभां भवतां प्रतिभां न दृष्टवान्. अस्तु अत्र समापयामः. विजयकुमार महोदय वदति किं शान्तिमन्त्रं जानाति किम्? जानाति किम्? न जानाति किम्? अस्तु कविता भगिनी वदतु. सर्वे भवन् विजय थंकी महोदय जानाति किम्? विजय थंकी महोदय अस्तु अहं प्रस्तुतिः न स्थापितवती अस्तु विशालाक्षी भगिनी वदतु. चिन्ता नास्ति. विशालाक्षी भगिनी स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण मही महिषाः वो भूचरेभ्यः शुभमस्तु नित्यं लोकाः समस्ता सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीकृष्णार्पणमस्तु अनेके धन्यवादाः पुनर्मिलामः अनेके धन्यवादाः अहं गृहकार्यं किम् इति अहं ईमेल् मध्ये स्थापयिष्यामि धन्यवादः धन्यवादः